गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। गते वर्गे असिद्धः चतुर्थं हेत्वाभासम् असिद्धः इति चतुर्थं हेत्वाभासम् एतावत्पर्यन्तम् अस्माभिः किं किं दृष्टम् इति चेत् सव्यभिचारः इति प्रथमः, विरुद्धः इति द्वितीयः, सत्प्रतिपक्षः इति तृतीयः, इदानीं चतुर्थम् असिद्धिः इति। तत्र सव्यभिचारे अपि त्रयः प्रभेदाः अस्माभिः दृष्टाः, तेषु साधारणः असाधारणः इत्यनयोः विषये अस्माभिः चिन्तितम्। अनुपसंहारी इत्यस्य अनन्तरं चिन्तयेम इति ग्रन्थकारेण उक्तं, तर्हि एतावत् पर्यन्तं तस्मिन् विषये न पठितम्। तदनन्तरं विरुद्धः इति एकविधः एव, तदनन्तरं सत्प्रतिपक्षः, विरुद्धसत्प्रतिपक्षयोः मध्ये अपि कः भेदः, सत्प्रतिपक्षे वादिप्रतिवादी भवतः इति अपि अस्माभिः अवगतम्। तर्हि इदानीम् असिद्धिः, तत्र किञ्चित् आरम्भे पठितम्, असिद्धस्त्रिविधः, आश्रयासिद्धः, स्वरूपासिद्धः, व्याप्यत्वासिद्धः च इति। तर्हि पुनः असिद्धः त्रिविधः अस्ति, आश्रयासिद्धः यथा गगनारविन्दं सुरभि अरविन्दत्वात् सरोज अरविन्दवत् इति अनुमानवाक्यं। गगनारविन्दं सुरभि इति गगनारविन्दम् इत्यस्य विशेषणम्। तर्हि साध्यं किम् इति चेत् सुरभित्वं साध्यं भवति। हेतुः कः? अरविन्दत्वात्। पक्षः कः? गगनारविन्दम्। उदाहरणं किं? सरोज अरविन्दवत्। अत्र गगनारविन्दम् आश्रयः, स च नास्ति एव। गगनारविन्दम् इति कश्चन पदार्थः नास्ति एव, अप्रसिद्धः, यथा सशविषाणं तथा। तर्हि तादृशपक्षः एव नास्ति इति कृत्वा कथं वा असटीपक्षे तस्मिन् किमपि साधयितुं शक्नुमः इति क्लेशः। तदेव आश्रय असिद्धः इत्युक्ते आश्रयः एव नास्ति। आश्रयः इत्युक्ते यस्मिन्, आश्रयः इत्युक्ते पक्षः, पक्षे एव साध्यमपि लभ्यते, हेतुः अपि लभ्यते इति कृत्वा। तदनन्तरं स्वरूपासिद्धः यथा शब्दः अनित्यः चाक्षुषत्वात् रूपादिवत्। अत्र शब्दः इति पक्षः, अनित्यः इति अनित्यत्वम् इति साध्यम्। अनित्यः इति शब्दस्य विशेषणम्। तर्हि अनित्यत्वम् इति साध्यं चाक्षुषत्वात् इति हेतुः रूपादिवत्, रूपवत्, रूपादिनस्य रूपवत् इति उदाहरणम्। अत्र चाक्षुषत्वं पक्षे नास्ति, शब्दस्य श्रावणत्वात्। शब्दे किमस्ति? केवलं श्रावणत्वमस्ति, श्रोत्रियेन्द्रियेण गृह्यमाणं यत् तत् श्रावण तस्मिन् श्रावणत्वम् इति कृत्वा चाक्षुषत्वं पक्षे नास्ति इति क्लेशः। अस्तु, तर्हि तत्र पाठः किञ्चिदिव पठितः अस्ति, किन्तु आरम्भतः पुनः पठेम। प्रथमम् आश्रयासिद्ध्यादिकथनम् इति पाठः। सर्वे किं कुर्वन्तु, अत्र स्प्रेड्शीट् कृपया उद्घाटयन्तु, अतः पाठनार्थं पठनार्थं च महान् सौकर्याय भवति। अस्तु, मेहुल् महोदय आरब्धं करोति वा एतावता इति? आम् आम् महोदय। एतावता प्रबन्धेन हेतुविशेष्यकभ्रमौ आदाय सव्यभिचारः, पक्षविशेष्यकभ्रम आदाय च विरुद्धसत्प्रतिपक्षौ निरूपितौ। अस्तु, तावत् अवगच्छामः प्रथमम्। अस्तु अस्तु, अत्र सव्यभिचारः इति स्थले वयं हेतुविशेष्यकभ्रमौ आदाय किञ्चित् निरूपितम्। अत्र विरुद्धसत्प्रतिपक्षौ पक्षविशेषकभ्रम आदाय निरूपितम्। तर्हि अत्र हेतुविशेष्यकभ्रमः सव्यभिचारे कथं निरूपितम् इति सति इति प्रश्ने सति अत्र स्वव्यभिचार इत्युक्ते साधारण स्वव्यभिचार वा असाधारण वा इति उभयमपि उभयमपि खलु हा हेतुविशेष्यकभ्रम अस्तु अत्र अहं मन्ये अत्र स्वव्यभिचार हेतौ व्याप्तिः हेतौ नास्ति अत्र साधारणस्य व्यभिचारे हेतौ व्याप्तिः एव नास्ति अत्र पर्वतः वह्निमात् प्रमेयत्वात् इति उदाहरणमस्ति तर्हि सर्वे स्प्रेड्शीट् मध्ये पश्यन्तु नैन्त् रो तत्र संव्यभिचारः साधारणः इति लिखितं पर्वतः वह्निमान् प्रमेयत्वात् तत्र प्रतिबद्ध्यज्ञानस्य आकारः कः F9 मध्ये प्रमेयत्वं हृदरूपवन्यभाववद् वृत्तिवद् अवृत्तित्ववत् अस्ति इति पुनः प्रमेयत्वं हृदरूपवन्य अभाववद् अवृत्तित्ववत् इति तर्हि अत्र पश्यतु प्रमेयत्वं हृदरूपवह्नि अभाववद् अवृत्तित्ववत् इति अस्ति सत्यं तर्हि अत्र मुख्यविशेष्यः कः अस्मिन् वाक्ये प्रमेयत्वम् इति प्रमेयत्वं खलु आम् आम् प्रमेयत्वम् इत्युक्ते रामः धनुर्धरः इति वदामश्चेत् रामम् उद्दिश्य तस्मिन् धनुर्धरत्वं विधीयते खलु सत्यम् एवं प्रमेयत्वं हृदरूपवह्नि अभाववद् अवृत्तित्ववत् इत्यत्र प्रमेयत्वं मुख्यविशेषः तर्हि इदानीं प्रमेयत्वम् इति किं पक्षः वा साध्यं वा हेतुः वा हेतुः हा इति कृत्वा अत्र लिखितं हेतुविशेष्यकभ्रमौ सत्यं तर्हि हेतुः एव विशेष्य मुख्यविशेष्यमस्ति भ्रम भ्रमज्ञाने भ्रमज्ञाने सत्यम् अतः एव प्रतिबद्ध्यज्ञानस्य आकारः एवमस्ति प्रमेयत्वं प्रमेयत्वम् इति हेतौ क्लेशः अस्ति सत्यम् अस्तु एवम् अत्र सव्यभिचारः असाधारणः तत्र उदाहरणं किं हा सव्यभिचार असाधारणशब्दः अनित्यः गगनात् इति नो चेत् अन्यदपि शब्दत्वात् इति अपि अस्ति खलु टेन्त्रो मध्ये आम् आम् उभयमपि स्वीकर्तुं शक्यते शब्दः अनित्यः शब्दत्वात् नो चेत् शब्दः अनित्यः गगनात् तर्हि उभयोः प्रतिबद्धज्ञानं किं शब्दत्वम् अथवा गगनम् अनित्यत्वसामानाधिकरण्यवत् इति तर्हि विशेष्यम् अस्ति यत्र शब्दत्वम् अथवा गगनम् इति उत्तमम् अपि च उभयं शब्दत्वं गगनम् उभयमपि हेतुः अस्ति हेतुः अस्ति सत्यं तर्हि सव्यभिचारे तदेव अत्र लिखितमस्ति एतावता प्रबन्धेन हेतुविशेष्यकभ्रमौ आदाय सव्यभिचारः निरूपितः हेत्वंशे भ्रमः अस्ति प्रमेयत्वं शब्दत्वं गगनम् इति सर्वत्र हेतुः अस्ति खलु आम् आम् सत्यम् इति कृत्वा हेतुविशेष्यकभ्रमम् इत्युक्ते मुख्यविशेषः भ्रमज्ञाने मुख्यविशेषः कः इति चेत् हेतुः हेतुः अस्तु एवं पक्षविशेष्यकभ्रममादाय च विरुद्धसत्प्रतिपक्षौ निरूपितौ तर्हि इदानीं विरुद्धस्तरे गच्छेम तत्र 14th रो मध्ये विरुद्धः अस्ति विरुद्धः अस्ति उदाहरणमस्ति पर्वतः वह्निमान् जलात् इति तावत् पर्वतः वह्निमान् जलात् इति जलात् तर्हि अत्र प्रतिबद्धज्ञानस्य आकारः कः हा अत्र प्रतिबद्धज्ञानस्य आकारः अस्ति पर्वतः वह्निमान् इति अनुमितिः हा तर्हि अत्रापि मुख्यविशेषः अस्ति पर्वतः पर्वतः हा सत्यं पर्वतः इति पक्षः अस्ति मुख्यविशेषः एवं द्वितीय उदाहरणं शब्दः नित्यः कृतकत्वात् कृतकत्वात् प्रतिबद्धज्ञानमस्ति शब्दः नित्यत्वव्याप्यकृतकत्ववान् तत्र शब्दः इति एव विशेष्य मुख्यविशेष्यः अस्ति तद् पक्षः अपि अस्ति सत्यम् इति कृत्वा विरुद्धस्थले इदानीं पक्षविशेष्यकभ्रममादाय अस्माभिः निरूपितं तर्हि इदानीं सत्प्रतिपक्षः हा सत्प्रतिपक्षः हृदः वह्निमान् धूमात् हृदः वन्य अभाववान् जलात् इति उदाहरणमस्ति तत्र प्रतिपद्यज्ञानस्य आकारः अस्ति रदः वह्निमान् इति अनुमितिः, तत्र रदः इति मुख्यविशेषः अस्ति, पक्षः अपि अस्ति प्रतिपक्षः। तर्हि एतदेव सौकर्यम् अत्र स्प्रेड्शीट् दृष्ट्वा झटिति अवगन्तुं शक्नुमः। अत्र हेतुविशेष्यकभ्रमौ आदाय सव्यविचारः, पक्षविशेष्यकभ्रमौ आदाय विरुद्धसत्प्रतिपक्षौ निरूपितौ। बुद्धं खलु? आम् आं बुद्धं। तादृश स्प्रेड्शीट् पुस्तके एव आवश्यकं सरलतया। किमर्थम् इत्युक्ते अत्र सारांशः कः इति झटिति तत्र मनसि आगच्छति। अत्र विवरणं बहु बृहत् अस्ति पुस्तके, तत्सर्वं पठित्वा किञ्चित् क्लेशः भवति। किमपि एकस्मिन् एव पुटे यदा सर्वं सारांशरूपेण अस्ति चेत् झटिति एकस्मिन् एव चित्रे सर्वं वयं पश्यं शक्यते। सत्यं, किन्तु अत्र क्लेशः कः इति चेत् यदि स्प्रेड्शीट् उपयोगं कुर्मः तदा अस्माकं मनसि न तिष्ठति, सर्वदा स्प्रेड्शीट् अस्ति चेत् एव। तर्हि अस्माभिः किं कर्तव्यम्? एतत्तु इट् इस् लैक् वाकिङ्ग् स्टिक्। अत्र स्प्रेड्शीट् वाकिङ्ग् स्टिक् इव, यदा वयं किं चलितुं प्रयत्नं कुर्मः तदा किञ्चित् वाकिङ्ग् स्टिक् इत्यस्य आवश्यकता भवति, तदनन्तरं निष्कासनीयमेव। यु केनाट् बि होल्डिङ्ग् आन् टु द वाकिङ्ग् स्टिक् आल् द टैम्। सत्यं। तर्हि तदर्थम् अहं मया किं चिन्तितम्, अनुमानपरिच्छेदं सम्पूर्णं पठित्वा पुनः आरम्भतः प्रत्येकम् उदाहरणं स्वीकृत्य अत्र एतादृशं चिन्तयामः इति। तर्हि अत्र मिलित्वा चिन्तनं कुर्मश्चेत् अस्माकं मनसि सर्वं तिष्ठति, अपि च नूतन उदाहरण अन्यत् उदाहरणम् अन्यद् उदाहरणे अपि चिन्तयितुं शक्यते। सत्यं, चिन्तयितुं शक्यते, न तु एतदेव उदाहरणम्। अस्तु, इति प्रथमपङ्क्तौ प्रथमवाक्यस्य अवगमनं जातम्। अस्तु, तर्हि इदानीं सम्प्रति, हा सम्प्रति दर्शितरीत्या पक्षतावच्छेदकभ्रम आदाय आद्यम् आश्रयसिद्धमाह गगनारविन्दं सुरभि अरविन्दत्वात्। अस्तु, तर्हि अत्रापि गगनारविन्दं सुरभि अरविन्दत्वात् इति उदाहरणमस्ति आश्रयसिद्धम् इत्यस्य। तत्रापि पक्षतावच्छेदकभ्रम आदाय वयं हेत्वाभासः निरूपयितुं तत्र अपि इति मा वदतु, तत्र किञ्चित् दृष्ट्वा वदतु, अत्र भ्रमं किम् आदाय पक्षतः? अस्तु, सम्यक्, अस्तु, पक्षविशेषक नास्ति, पक्षतः अवच्छेदक अस्ति इति भेदः। इति किञ्चित् भेदः, पक्षतः अवच्छेदकभ्रमम् आदाय, न तु पक्षविशेष्यकभ्रममादाय। पक्षः एव अत्र पक्षे भ्रमः न कल्प्यते। सत्यं सत्यं, पक्षस्य यद् विशेषणमस्ति गगन अरविन्दम् इति पक्षः अस्ति खलु, तत्र अरविन्दे, यदि अरविन्दम् इति सामान्यं स्वीकुर्मः अरविन्दे क्लेशः नास्ति, अरविन्दे तु सुरभित्वम् अस्ति एव, किन्तु गगन अरविन्दम् इत्युक्ते गगनविशिष्ट अरविन्दम्, गगनीयम् अरविन्दम् इति वस्तुः नास्ति। सत्यम्, इति वस्तु नास्ति इति कृत्वा तत्र क्लेशः। हा, पक्षतः अवच्छेदके भ्रमः अस्ति। हा, इत्युक्ते अत्र अवच्छेदकः इत्यनेन अरविन्दे सामान्यतया अवच्छेदकः कः इति चेत् अरविन्दत्वम् इति वदेम खलु। आम्, अरविन्दत्वम्। आम्, तादृशम् अत्र न अवगन्तव्यम्। अरविन्दत्वं तु अरविन्दे अस्ति, किन्तु विशेषणमेव, यद् विशेषणमस्ति तदेव अवच्छेदकः भवति खलु। नीलोघटः इत्यनेन नीलरूपेण घटः अवच्छिन्नः अस्ति इति कृ सर्वत्र नीलरूपमस्ति इति कृत्वा नीलोघटम् आनयतु, रक्तघटम् आनयतु इति यदि अहं वदामि तर्हि नीलत्वं घटे सर्वत्र अस्ति इति कृत्वा तादृशनीलघटम् आनयति, तर्हि नीलरूपेण अवच्छिन्नमस्ति, अवच्छिन्नः अस्ति घटः। एवम् अत्र गगनम् इति अरविन्दस्य विशेषणमस्ति। गगने उत्पन्नम् अरविन्दं, गगनारविन्दम् इति सत्यं तर्हि तत्र क्लेशः अस्ति विशेषणे क्लेशः विशेषणम् अवच्छेदकं भवति इति कृत्वा पक्षत अवच्छेदकभ्रमम् आदाय आश्रयासिद्धम् आह इति उक्तम् अस्तु अग्रे महोदय इह साध्यं सुरभित्वम् अस्तु सुरभित्वम् इति साध्यमस्ति समीचीनगन्धः इति तदर्थः तस्य अर्थः समीचीनगन्धः इति अस्तु अरविन्दत्वं कमलगता जातिः अरविन्दे अरविन्दत्वम् अस्ति तद् तद् जातिः अस्ति कमलगतजातिः यत्र हि तादृशी जातिः तत्र सौरभः अस्ति इति हेतौ साध्यव्याप्तौ न किञ्चित् बाधकम् यत्र यत्र यत्र यत्र कमलगता जातिः अस्ति तत्र तत्र सौरभत्वम् अस्ति सौरभः अस्ति यतः साध्यव्याप्त हेतौ हेतु अस्ति अरविन्दत्वं तस्मिन् साध्यव्याप्तौ न किञ्चित् बाधकं तर्हि साध्येन व्याप्तः अस्ति हेतुः इति तत्र कोऽपि न क्लेशः अस्ति यदा कमलागतिजातिः इति एव हेतु अस्ति चेत् एवम् अरविन्दमित्येव यदि पक्षं निर्दिशेत् तत्र अरविन्दत्वम् अस्ति इति हेतोः पक्षवृत्तित्वात् न पक्षधर्मतांशे अपि क्लेशः तर्हि व्याप्तांशे अपि न क्लेशः परन्तु अत्र पक्षताधर्मतांशे अपि किञ्च कोऽपि क्लेशः नास्ति यदा किञ्चित् निरूपयति वा महोदय इतोपि व्याप्त्यंशे कः कथं क्लेशः नास्ति इति अत्र अन्वयव्याप्तिः भवति यत्र यत्र कमलगता जातिः तत्र तत्र सौरभः इति अतः अन्वयव्याप्तिः तु अस्ति व्यतिरेकव्याप्तिविषये यत्र यत्र सौरभाभावः तत्र तत्र कमलगता जाति अभावः इति भवति तर्हि तत् समीचीनं न व्यतिरिक्तव्याप्तिः न सङ्गच्छति परन्तु अन्वयव्याप्तिः तु सङ्गच्छति इति अस्ति परन्तु यत्र हि तादृशी जातिः कमलगता जातिः तत्र सौरभः अस्ति इति हेतौ साध्यव्याप्तौ न किञ्चित् बाधकम् इत्युक्ते तर्हि अत्र हेतुः कः हेतुः तु अरविन्दत्वम् अथवा कमलगता जातिः इति यदि कमलगता जातिः इति हेतुः अस्ति तर्हि साध्यं किम् सौरभः सौरभः सुरभित्वं हा सत्यं सुरभित्वम् अस्तु तर्हि यत्र यत्र कमलगता जातिः तत्र तत्र सौरभत्वं सौरभत्वं सुरभित्वं सुरभित्वं सुरभित्वं यथा सरोजारविन्दम् अस्तु आम् यथा सरोजारविन्दं सरोजारविन्दं तदनन्तरं व्यतिरेकव्याप्तिः यत्र यत्र सौरभत्वाभावः तत्र तत्र कमलगता जाते भावः अस्तु तत्र उदाहरणं वदतु यथा यथा पृथिवी इति अत्र पृथिवी इति इत्यस्मिन्नपि सौरभः अस्ति अथवा किम् अन्यत् पुष्पः इति अपि अस्ति यत्र यत्र दुर्गन्धः अस्ति तादृश उदाहरणं स्वीकर्तुं शक्यते नो चेत् यत्र गन्धः एव नास्ति गन्धः एव नास्ति सत्यम् अग्निः यथा अग्निः अग्निः हा सत्यं यथा वायुः इति वक्तुं शक्यते खलु तर्हि व्यतिरेकव्याप्तिः अपि वक्तुं शक्यते हा वक्तुं शक्यते परन्तु सर्वदा तत् समीचीनम् अस्ति वा भवितुं नार्हति खलु सौरभावः वदतु कुत्र व्यभिचारः भवति इत्युक्ते सौरभावः अस्ति तर्हि सर्वत्र कमलागता जातिः नास्ति हा आं सत्यं तत् तदपि भवत्येव भवति भवतः मनसि किं जायमानमस्ति इति मया अवगतम् इत्युक्ते भवान् साध्यहेत्वोः वैपरीत्यं कृत्वा भवान् चिन्तयति इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः यत्र यत्र वन्यभावः तत्र तत्र धूमाभावः इति भवति किन्तु विपरीतरीते यत्र यत्र वह्निः तत्र तत्र धूमः इति वदन्ति चेत् क्लेशः भवति. आमामां सत्यं. तर्हि अत्र उभयमपि वक्तुं शक्यते. आम् आम् सुरभित्वम् इति साध्यं कमलगता जातिः इति हेतुः इति चेत् तत्र यत्र यत्र कमलगता जातिः तत्र तत्र सुरभित्वं यथा सरोजारविन्दम्. विपरीतरीत्या यत्र यत्र सुरभित्वाभावः तत्र तत्र कमलगता जाति अभावः अभावः अभावः एव वदामः खलु. अभावः एव सत्यं. हा तर्हि अभावः वदामश्चेत् क्लेशः नास्ति. क्लेशः तत्र तत्र कमलगता जातिः इति वदामश्चेदेव क्लेशः. हा सत्यः. अभावः इति यथा घटः इति वक्तुं शक्यते. यदि घटे सुरभिगन्धः नास्ति इति स्वीकुर्मः, यद्यपि पृथ्वी अस्ति तर्हि तत्र कश्चन गन्धः भवेयुः भवेत् भवेत्. अस्तु तर्हि इदानीं व्याप्तिः निरूपितम् एवम् अरविन्दम्. हा व्याप्तिः क्लेशः नास्ति, व्याप्तांशे क्लेशः नास्ति. एवम् अरविन्दम् इत्येव यदि पक्षं निर्दिशेत् तर्हि अत्र गगनारविन्दम् इति उदाहरणे तु पक्षः अस्ति, परन्तु अरविन्दम् इति एव यदा पक्षेन स्वीकुर्मः चेत् तत्र अरविन्दत्वम् अस्ति एव. अत्र अरविन्दत्वम् अस्ति इति हेतोः पक्षवृत्तित्वात् तर्हि पक्षे अत्र पक्षः एव अरविन्दम् इति स्वीकुर्मः चेत् तस्मिन् अरविन्दत्वम् अस्ति. हेतुः अपि अरविन्दत्वम् एव, अरविन्दत्वं हेतुः इति अपि अरविन्दत्वं, तर्हि हेतुः पक्षे अस्ति. अतः पक्षवृत्तित्वात् पक्षधर्मतांशे अपि कोऽपि क्लेशः न भवति. हा इत्युक्ते नीलघटे अपि घटत्वमस्ति खलु. हा हा हा सत्यम्. एवं विशिष्ट अरविन्दे अपि अरविन्दत्वम् अस्ति एव. हा सत्यं. विशिष्टं शुद्धात् न अतिरिच्यते इति न्यायम् अस्माभिः अधीतम्. आम् विशिष्टं शुद्धात् न अतिरिच्यते इति कृत्वा यदि गगनारविन्दम् इति कश्चन पक्षः अस्ति, वस्तु अस्ति, तर्हि तस्मिन् अरविन्दत्वं भवत्येव. तर्हि पक्षधर्मता अंशे अपि क्लेशः नास्ति, व्याप्ति अंशे अपि क्लेशः नास्ति. क्लेशः कः कुत्र इति चेत् पक्षः पक्षः असिद्धः अस्ति. असिद्धः तदेव. अस्तु धन्यवादः महोदय. अग्रे इदानीं सत्यभाम भगिनी पठति वा? परन्तु आं महोदय. परन्तु गगनारविन्दं प्रकृते पक्षः गगनारविन्दम् इत्यस्य गगने अरविन्दम् इति अर्थः, गगने उत्पन्नम् अरविन्दम् इति अर्थः. तादृश अर्थकथनाय गगनीय अरविन्दम् इति च ब्रूमः. गगनीयम् अरविन्दम् इति च ब्रूमः. तद तेन च अरविन्दरूपे पच्छे गगनीयत्वं विशेषणम् इति फलितम्. तथा च अरविन्दत्वे हेतौ साध्यव्याप्ते केवलारविन्दवृत्तित्वस्य च सत्त्वे अपि प्रकृतपक्षिभूत गगनीय अरविन्दवृत्तित्वं न सम्भवति. तदाविधस्य अरविन्दस्य अप्रसिद्धत्वात् अतः अत्र पक्षधर्मदांशे व्याप्त्यं चेव न परामस्य भ्रमत्वं, किन्तु पक्षविशेषण अंशे. गगनारविन्दम् इत्युक्ते गगने उत्पद्यमानम् अरविन्दम् इति अर्थः. तादृशकथनाय गगनीयम् अरविन्दम् इति गोमः. गगनीयम् एव अरविन्दम् इति वा महोदय? गगनीयसदृशः इति गगने उत्पन्नम् अरविन्दम् इमेजिनेशन् एव. गगनारविन्दम् इति समस्तविग्रह समस्तपदमस्ति खलु. तस्य विग्रहवाक्यं किम् इति चेत् गगने उत्पन्नम् अरविन्दम् इति. तत्र गगनीयम् अरविन्दम् अत्र कः प्रत्ययः अस्ति? अनियर् प्रत्ययः. अनियर् प्रत्ययः कस्मिन् अर्थे इति चेत् अर्हार्थे अर्हार्थे तेन च अरविन्दरूपे पक्षे गगनीयत्वं विशेषणमिति फलितम् गगनारविन्दम् इति पक्षं स्वीकुर्मः चेत् तस्मिन् पदद्वयमस्ति गगनम् अरविन्दम् अत्र गगनम् इति अरविन्दरूपपक्षस्य विशेषणमस्ति गगनीयम् अरविन्दम् नीलो घटः इति यथा तथा गगनीयम् अरविन्दम् तथा च अरविन्दत्वे हेतौ साध्यव्याप्ते केवलारविन्दवृत्तित्वस्य च सत्त्वे अपि प्रकृतपक्षिभूतगगनीयारविन्द विन्दवृत्तित्वं न सम्भवति तद्विधं यदि केवल अरविन्दम् इति एव स्वीकुर्मः चेत् तत्र अरविन्दवत् सुरभिवत् अस्ति अरविन्दम् इति कृत्वा तादृश अरविन्द पक्षे सुरभित्वम् अस्ति एव यदि गगनारविन्दम् इति स्वीकुर्मः चेत् तत्र न वृत्तित्वं सम्भवति अत्र सुरभिवत् इति न वक्तव्यं सुरभित्ववत् इति वक्तव्यं नो चेत् सुरभि इति वक्तव्यं सुरभि ओके सुरभित्ववत् इत्यनेन गगनारविन्दम् उक्तं नो चेत् सुरभित्ववत् गगनारविन्दं सुरभित्ववत् सुरभित्वम् इति साध्यं तत् गगनारविन्दे अस्ति इति सुरभित्ववत् सुरभिवत् इति भवत्या उक्तं सुरभित्ववत् इति उक्तम् अस्तु समीचीनम् अग्रे तथाविधस्य अरविन्दस्य अप्रसिद्धत्वात् न सम्भवति इति उक्तम् पूर्वं तस्य कारणमस्ति अस्य अप्रसिद्धत्वात् इति तादृशपक्षः एव नास्ति इति कृत्वा तस्य अप्रसिद्धिः अतः पक्षधर्मदांशे व्याप्त्यं सेव न परामर्शस्य पठतु न परामर्शस्य भ्रमस्य भ्रमत्वं किन्तु पक्ष विशेषणांशे इति अत्र पक्षधर्मदा अपि च व्याप्ति निरूपयितुं शक्यते किन्तु पक्षविशेषणं स्वीकुर्मः चेत् तत्र तादृश अप्रसिद्धित्वात् तत्र दोषः अस्ति तस्य किं तत् अग्रे किं तत् पक्षविशेषणं गगनीयत्वं केवल अरविन्दे सौरभव्याप्य अरविन्दत्वभाने परामर्शस्य प्रमात्वे अपि गगनीय अरविन्दे तादृश अरविन्दत्वमान् भाने भवेदेव स पक्षविशेषणांशे भ्रमः इति इति अरविन्दं गगनीयत्वाभाववत् इति प्रमात्मकः निश्चयः तत् विरोधी भवति उभयत्र अरविन्दत्वस्य विशेषणावच्छेदकत्वात् भावाभावप्रकारदत्वाच्च समानाकारकत्वं सुवचनम् अरविन्दं गगनीयत्वाभावत् महोदय अस्मिन् परिच्छेदे इति तदनन्तरं किञ्चित् क्रमः अस्ति तावत् बुद्धं केवल किं तत् किं तत् पक्षविशेषणं गगनीयत्वं तद्बुद्धं गगनारविन्दम् इत्यत्र गगनीयत्वमेव पक्षविशेषणं केवल अरविन्दे सौरभव्याप्य अरविन्दत्वभाने परामर्शत्वप्रमात्वे अपि गगनीय अरविन्दे तादृश अरविन्दभाने भवेदेव भगिनी अत्र समीचीनतया पठनीयं गगनीय अरविन्द तादृश अरविन्दत्वाभा अरविन्दत्वभाने भवेदेव सपक्षविशेषणांशे भ्रमः सपक्ष इति किमर्थं सः इति पठतु सः पक्षविशेषण इति भ्रमः तदपि बुद्धमहोदयांशे भ्रमः पक्षविशेषणांशे भ्रमः तद् सौरभव्याप्य अरविन्दत्वं यदि पक्षः स्वीकुर्मः चेत् तत्र क्लेशः नास्ति. इदानीं सौरभव्याप्यः गगनारविन्दम् इति वदामः चेत् तत्र विशेषणांशः अस्ति गगने गगनम् इति तत्र एव भ्रमः. गगनीय अरविन्दम् इति पक्षः स्वीकुर्मः चेदेव क्लेशः. अत्र क्लेशः कुत्र अस्ति? पक्षे अस्ति इति वा, नो चेत् साध्ये अस्ति इति वा? सौरभव्याप्य अरविन्दत्वभाने कुत्र? तस्मिन् वाक्ये क्लेशः नास्ति. सौरभव्याप्यः अस्ति अरविन्दत्वम्. अस्तु, तर्हि अत्र परामर्शस्य आकारः वदतु. सामान्य उदाहरणं किं परामर्शस्य? केवलं पुनस्मारणार्थम् अहं पृच्छामि, सामान्य उदाहरणं किं परामर्शस्य आकारः? धूमवाप्य एकनिमिषं महोदय, वह्निवाप्य धूमवान् अयं पर्वतः. समीचीनम्. वह्निव्याप्य धूमवान् अयं पर्वतः इति सामान्यवाक्यम्. एवम् अत्र वाक्यं वदतु यत्र क्लेशः न भवति. वदतु. सौरभव्याप्य अरविन्दवान् अयम् अरविन्दः इति एव उक्तम्. तर्हि तत्र चिन्तयित्वा वदतु. सौरभव्याप्य हेतुः कः? एकनिमिषं, गगनारविन्दं सुरभि अरविन्दत्वादिति एव अरविन्दः सौरभव्याप्य अरविन्दः अरविन्दत्वात् इति अरविन्दत्वात् इति हेतुः खलु. आम्, तर्हि अरविन्दत्वात् इति वाक्ये हेतुः कः? अरविन्दम् किमर्थम् अरविन्दम् इति वदति? अरविन्दत्वात् इति अस्ति खलु अरविन्दत्वम्. हा, इति वक्तव्यं, नो चेत् क्लेशः भवति. तदेव पुनः पुनः भवती क्लेशं करोति, अतः भ्रमः जायते. अरविन्दत्वम् परामर्शवाक्यं वदतु. सौरभव्याप्य सौरभव्याप्य अरविन्दत्वम् नास्ति. अरविन्द वह्निव्याप्य धूमवान् अयं पर्वतः अरविन्दत्वम् सौरभव्याप्य अरविन्दत्ववान् अरविन्दत्वम् अरविन्दत्वम् इति वदति पुनः अरविन्दः इति वदन वक्तव्यम् अरविन्दम् अरविन्दम् ओके. यू केनाट् मिक्स् अप् त्व अण्ड् दिस् देन् दर् बि बिग् प्राब्लम्. सौरभव्याप्य अरविन्दत्ववान् अयम् अरविन्दम् इति अस्ति चेत् परामर्शः भ्रमात्मकं भवति. तर्हि इदानीं भ्रमात्मकपरामर्शस्य आकारं वदतु. सौरभव्याप्य गगनारविन्दवान् अरविन्दम् इति एकनिमिषम् पक्षः सौरवव्याप्य अरविन्दवान् अयं गगनारविन्दम् अरविन्दत्ववान् क्षम्यतां महोदय अरविन्दत्ववान् अयं गगनारविन्दम् इति भवति इदानीं समीचीनतया उक्तवती सौरभव्याप्य अरविन्दत्ववान् अयं गगनारविन्दम् इति वदामश्चेत् क्लेशः सौरभव्याप्य अरविन्दत्ववान् अयम् इदम् अरविन्दम् अयम् इति न वक्तव्यम् अरविन्दम् इति नपुंसकलिङ्गम् इति भाति तर्हि इदम् अरविन्दम् सौरभव्याप्य अरविन्दत्ववान् इदम् अरविन्दम् इति वाक्यमस्ति चेत् प्रमात्मकमस्ति तत् परामर्शः सः परामर्शः किन्तु सौरभव्याप्य अरविन्दत्ववान् इदम् गगनारविन्दम् इति वदामश्चेत् क्लेशः अस्ति बुद्धं किम् तदेव अत्र लिखितम् अहं पठामि शृणोतु केवल अरविन्दे यदि केवल अरविन्दम् अरविन्दम् इति पक्षः अस्ति चेत् सौरभव्याप्य अरविन्दत्ववान् इदम् अरविन्दम् इति परामर्शस्य प्रमात्वे अपि गगनीय अरविन्दे इत्युक्ते गगनीयम् अरविन्दम् इति पक्षः इति स्वीकुर्मश्चेत् तादृश अरविन्दत्वभाने इत्युक्ते अरविन्दत्वमस्ति सौरभव्याप्य अरविन्दत्वं गगनारविन्दे भवद्येव सः पक्षविशेषणांशे भ्रमः पक्षविशेषणांशे भ्रमः तर्हि अत्र यद्यपि अरविन्दत्वम् अस्ति पक्षधर्मता अपि अस्ति अपि च व्याप्यं व्याप्तिः अपि सौरभव्याप्य अरविन्दत्ववान् इदं गगनारविन्दम् इति वाक्यं परामर्शस्य वाक्यं रचयामश्चेत् तत्र व्याप्यंशे क्लेशः नास्ति पक्षता पक्षधर्मतांशे अपि क्लेशः नास्ति कुत्र क्लेशः इति चेत् गगना इदं गगनारविन्दम् इति वदामः खलु तत्र गगनीयम् इति विशेषणे क्लेशः अस्ति पक्षविशेषणांशे भ्रमः इति अरविन्दं गगनीयत्व अभाववत् इति प्रमात्मकनिश्चयः तद्विरोधी भवति तर्हि इदानीं प्रतिबन्धकज्ञानस्य आकारः कः प्रतिबन्धकज्ञानस्य गगनारविन्दं सुरंसि अरविन्दत्वादित्र गगनारविन्दं सुरभि मानि अरविन्दत्वात् न इदानीम् इदानीमेव मया पठितं खलु भगिनि अत्र पश्यतु सः पक्षविशेषणांशे भ्रमः इति अरविन्दं गगनीयत्व अभाववत् इति प्रमात्मकः निश्चयः तद्विरोधी भवति तर्हि प्रतिबन्धकज्ञानस्य आकारः अस्ति अरविन्दं गगनीयत्व अभाववत् इति प्रतिबन्धकज्ञानस्य आकारः अस्ति इदानीमेव मया स्थापितम् किं सत्य वा भगिनि आम् आं महोदय अहं कस्मिन् कोळे अस्ति महोदय न न तद् मा इदानीं स्प्रेड्शीट् मा पश्यतु इदानीमेव मया स्थापितं किन्तु यद् वाक्यं भवती पठन्ती अस्ति तद् दृष्ट्वा वक्तुं शक्यते इति अरविन्दं गगनीयत्व अभाववत् इति प्रमात्मकः निश्चयः तद्विरोधी भवति अरविन्दं गगनीयत्व अभाववत् इति अस्ति खलु तत् तत्तु प्रतिबन्धकज्ञानम् अस्ति खलु हा तदेव मया पृष्टं प्रतिबन्धकज्ञानस्य आकारः कः इति तर्हि इदानीम् एतद् आकारं दृष्ट्वा प्रतिबध्यज्ञानस्य आकारः किं भवेत् गगनीयत्वाभावं गगनीयत्ववत् अस्ति इति अरविन्दं गगनी वदतु। अरविन्दं गगनीयत्ववत् इति ब्रह्मात्मक। हा उत्तमं, प्रतिबद्धज्ञानस्य आकारः। अरविन्दं गगनीयत्ववत् इति प्रतिबद्धज्ञानस्य प्रतिबन्धकः भवति अरविन्दं गगनीयत्व अभाववत् इति। तर्हि इदानीम् अग्रे पठतु उभयत्र। उभयत्र अरविन्दत्वस्य विशेषतावच्छेदकत्वात् भावाभावप्रकारकत्वात् च समानाकारकत्वं पुवचं समानाकारज्ञानस्य प्रदर्शनं कर्तुं शक्यते इति तत्र अरविन्दस्य समानविशेष्यं किं समानविशेष्यम् अरविन्दत्वमस्ति। पक्षः गगनारविन्दत्वं तद् एकनिमिषं महोदय। गगनीयत्वम् इति विशेषणमस्ति, अरविन्दत्वमेव पक्षः विशेषता अरविन्दत्वम् अस्ति। मम प्रश्नः अस्ति कः इति श्रुत्वा उत्तरं वदतु। समानविशेष्यं किम् इति तावदेव मया पृष्ट। अरविन्दम् इति विशेष्यं हा तावदेव वक्तव्यं खलु, अन्यत् सर्वं वदति। अरविन्दम् इति समानविशेष्यं विशेष्यम् अस्तु। विशेष्यता अवच्छेदकं किम्? अरविन्दत्वं हा अरविन्दत्वं। तदनन्तरं प्रतिबद्धज्ञाने प्रकारः कः? प्रतिबद्धज्ञाने प्रकारः गगनीयरविन्दं सुरभित्वम् इति। अत्र सुरभिविषये न चिन्तनीयम् एव, क्लेशः कः? क्लेशः अस्ति खलु। गगनीयम् इति भवति वा गगनम्? सर्वं वदति चेत् अहं किं करोमि? विशेषणं गगनं खलु गगनारम्भम् इति। भवती क्रमेण भवत्या क्रमेण चिन्तनीयं भगिनि। प्रतिबद्धज्ञानस्य आकारः कः एकवारं वदतु। प्रतिबद्ध अरविन्दं गगनीयत्ववत् इति प्रतिबद्ध मध्ये अस्ति खलु अरविन्दं गगनीयत्ववत् इति। अरविन्दं गगनीयत्ववत् अस्ति। प्रतिबद्धज्ञानस्य आकारः कः? प्रतिबन्धकज्ञानस्य आकारः कः? अरविन्दं गगनीयत्व अभाववत् इति। तर्हि इदानीम् एतस्माद् उपरि किमपि न चिन्तनीयम्। इदानीं प्रतिबद्धज्ञानस्य आकारः अस्माकं पुरतः अस्ति, प्रतिबन्धकज्ञानस्य आकारः अस्माकं पुरतः अस्ति। उभयोः विशेष्यम्, उभयोः ज्ञानयोः विशेष्यं किम्? अरविन्दम्। तर्हि अरविन्द समानविशेष्यम् I5 मध्ये मया अरविन्दम् इति स्थापितम्। ओके। उभयोः विशेष्ययोः अवच्छेदकः कः? अरविन्दत्वम्। J5 मध्ये तत् स्थापितम्। तर्हि इदानीं प्रतिबद्धज्ञाने प्रकारः कः? गगनीय गगनीयत्वं किम्? अरविन्दं गगनीयत्वं गगनीयत्ववत् इति गगनीयत्ववत् इति गगनीयत्ववत् इति विशेषणमस्ति। इत्युक्ते तत्र अरविन्दं गगनीयत्ववत् इत्यत्र गगनीयत्वम् इति प्रकारः, सत्यं गगनीयत्वम् इति प्रकारः खलु। गगनीयत्वम् इति प्रकारः अस्ति। किमर्थं गगनीयत्ववत् इति प्रकारः नास्ति? वत् तद् सुरभि इत्यस्य लेखनमस्ति खलु, गगनीयत्ववत् अस्ति अरविन्दौ. हा इति खलु सुरभि इति श्रोतव्यं, न वक्तव्यम् अत्र सुरभि इति इत्यस्य चिन्तनमेव न कार्यं. गगनीयत्ववत् किम्? अरविन्दमेव. अरविन्दम् तर्हि प्रकारः कः इति चेत् गगनीयत्वम् इति प्रकारः. प्रतिबध्य प्रतिबन्धकज्ञाने प्रकारः कः? गगनीयत्व अभावः. गगनीयत्वाभावः, भावः वा भावत्, हा भावः, तर्हि सत्यं गगनीयत्व अभावः प्रतिबन्धकज्ञाने प्रकारः. तर्हि प्रतिबध्यज्ञाने प्रकारता अवच्छेदकः कः? प्रतिबध्यज्ञाने गगनीयत्वम्. उत्तमम्. तर्हि गगनीयत्वम् अस्तु. प्रतिबन्धकज्ञाने आकारः, प्रतिबन्धकज्ञाने प्रकारता अभावप्रतियोगिता अवच्छेदकः कः? प्रकारता अभावप्रतियोगिता गगनीयत्वस्य अभाव, गगनीयत्व अभावस्य प्रतियोगी कः? गगनीयत्व अभावस्य प्रतियोगी गगनीयत्वाभावाभावः. प्रतियोगी घटाभावस्य प्रतियोगी कः? घटः एव. तर्हि घटाभावाभावः इति वदति वा? घटाभावस्य प्रतियोगी इत्युक्ते घटः एव. तर्हि एवं गगनीयत्वाभावः इत्यस्य प्रतियोगी कः? गगनीयत्वम्. हा तर्हि गगनीयत्वस्य अवच्छेदकः कः? गगनीयत्वत्वं. तदेव. तर्हि इदानीं सर्वं मया स्थापितमस्ति. समानविशेष्यं किम्? अरविन्दम्. समानविशेष्यता अवच्छेदकं किम्? अरविन्दत्वम्. प्रतिबध्यज्ञाने प्रकारः कः? गगनीयत्वम्. प्रतिबन्धकज्ञाने प्रकारः कः? गगनीयत्व अभावः. प्रतिबध्यज्ञाने प्रकारता अवच्छेदकः कः? गगनीयत्वत्वम्. प्रतिबन्धकज्ञाने प्रकारता अभावप्रतियोगी अवच्छेदकः कः इति चेत् गगनीयत्वत्वं. तर्हि समान आकारकत्वं आगतं खलु, समानविशेषता सति, समान विशेषता अवच्छेदकत्वे सति, भावाभावप्रतियोगि प्रकारता सति, पुनः समान अवच्छेदकत्वं प्रकारता अवच्छेदकत्वं खलु इति कृत्वा इदानीं सर्वम् अत्र स्थापितम् अस्तु. बुद्धं खलु एतावत्पर्यन्तम् इति क्रमेण चिन्तयत्वाप्रत्ययम् एकम् अधिकं नो चेत् एकम् अधिकं नो चेत् एकं न्यूनं वदति चेत् क्लेशः भवति. अस्तु तर्हि इदानीं धन्यवादः भगिनी. अग्रे इदानीं रमेश महोदय अग्रिमपरिच्छेदं पठतु. अत्र यद् लिखितं तत् साक्षात् तद् लिखितमस्ति इदानीम्. अत्र हि अरविन्दत्व अवच्छिन्न विषयतानिरूपित विशेष्यतानिरूपित गगनीयत्व अवच्छिन्न प्रकारताशाली बुद्धित्व अवच्छिन्न प्रतिबद्धता निरूपित अरविन्दत्व अवच्छिन्न. एकनिमिषं. तर्हि निरूपित इति उक्तं. तर्हि इदानीं एतद् वाक्यं पठित्वा अत्र प्रतिबद्धज्ञानस्य आकारः कः? प्रतिबद्धज्ञानस्य आकारः अररविन्दत्व अवच्छिन्न, अरविन्दत्व अवच्छिन्न विशेष्यता. तर्हि अरविन्दत्वम् अरविन्दं विशेष्यम् अस्ति. उत्तमम्. अनन्तरं गगनीयत्व अवच्छिन्न, गगनीयत्वम् इति प्रकारता अस्ति. न न प्रकारता प्रकारः नास्ति, प्रकारः अस्ति. गगनीयत्वम् इति प्रकारः अस्ति, तादृशगगनीयत्वं कुत्र अस्ति? गगनीयत्ववत् अस्ति खलु, तादृशगगनीयत्वम् अरविन्दे अस्ति इति वक्तव्यं। हा सत्यम्, अरविन्दं गगनीयत्ववत् इति आकारः, अरविन्दं गगनीयत्ववत्। हा हा, गगनीयत्वम् इति प्रकारः अस्ति, गगनीयत्वे प्रकारता अस्ति, सा प्रकारता गगनीयत्वत्वेन अवच्छिन्ना अस्ति इति कृत्वा अरविन्दं गगनीयत्ववत् इति आकारकं, तदेव सामान्यभाषया वदामश्चेत् अरविन्दं गगनीयत्ववत् इति अनुक्त्वा अरविन्दत्वावच्छिन्नविशेषतादिरूपित गगनीयत्वत्वा अवच्छिन्न प्रकारताशाली बुद्धित्वावच्छिन्न, तत्र बुद्धित्वं ज्ञानमपि भवेत् खलु, भ्रमात्मकज्ञानं भवेत्। अस्तु अग्रे निरूपित अरविन्दत्व अवच्छिन्न विशेष्यता निरूपित गगनीयत्व अभावत्व अवच्छिन्न प्रकारताशालि निश्चयत्व अवच्छिन्न प्रतिबन्धक आश्रयः आश्रयः अयं निश्चयः। निश्चयः प्रतिबन्धकज्ञानस्य प्रतिबन्धकज्ञानस्य निश्चयः अरविन्दत्व अवच्छिन्न, तर्हि तत्र अरविन्दम् एव तस्य विषयः अस्ति, विशेष्यः अरविन्दत्वम् अस्ति, अरविन्दं विशेष्यः अस्ति अत्र, विशेष्यम् अस्ति तस्य निरूपित गगनीयत् अभाव गगनीयत्व अभाववत् अरविन्दम् इति एव ज्ञान इति एव प्रतिबन्धकज्ञानस्य आकारः भवति, आकारकः अस्ति, आकारः समीचीनम् इति अयं निश्चयः। अयं निश्चयः गगनीय अरविन्दम् सौरभ्यव्याप्य अरविन्दत्ववान् इति परामर्शं प्रति पक्षविशेषण अंशे तद् अभाववत्ता निश्चयमुद्रया प्रतिबन्धकः भवति। तर्हि गगनीय अरविन्दं सौरभ्यव्याप्य अरविन्दत्ववान् इति ज्ञानं प्रति इति परामर्शं प्रति तत् पक्षविशेषण विशेष अंशे, तर्हि पक्षविशेष इत्युक्ते गगनीय अरविन्दः इति यत् पक्षः अस्ति तत् पक्षस्य गगनीय गगनीयत्व अभाव अरविन्दः इति यत् प्रतिबन्धकज्ञानम् अस्ति तत् तस्य बाधयति, तद् अभाववत्ता निश्चयमुद्रया प्रतिबन्धकः भवति। तर्हि अत्रापि तद् अभावत्ता मुद्रा तद्वत्ता निश्चयमुद्रया न तद् अभाववत्ता निश्चयमुद्रा भवति, नो चेत् तदभावव्याप्यवत्ता निश्चयमुद्रया अपि भवति खलु, अत्र अत्र तद् अभाववत्ता निश्चयमुद्रया प्रतिबन्धकः भवति। अस्तु तर्हि अग्रे तत्पदेन तत्पदेन गगनीयत्वस्य ग्रहणे तद् अभावः गगनीयत्व अभावः तद् अभाववत् तद् अभाववत् अरविन्दं तद् अभाववत्ता अरविन्दे तर्हि निश्चयमुद्रा अरविन्दे अस्ति। तर्हि अत्र मुद्रा कः? तदभावत्ता निश्चयमुद्रया इति उक्तं खलु, गगनीयत्व अभाववत्ता अरविन्दः अस्ति, अरविन्दम् अस्ति, तद् अभाववत् अरविन्दम् अस्ति, वत्ता इत्युक्ते अरविन्दे, तर्हि न मुद्रा मुद्रा तु ज्ञाने भवति महोदय अरविन्देन भवति न भवति तद् अभाववत्ता इत्युक्ते ज्ञानं तत् तादृशज्ञानम् अरविन्दे अस्ति वा न न न अरविन्दे ज्ञानं ज्ञाने मुद्रा कुत्र भवति ज्ञाने भवति खलु कया मुद्रया प्रतिबन्धकज्ञानं प्रतिबध्नाति अन्तिमवाक्यं न बुद्ध महोदय तद् अभाववत्ता अरविन्दे इति यत् लिखितमस्ति तद् न बुद्धम् तदर्थमेव अहं पश्यामि पृच्छामि तर्हि वदतु तद् इति पदेन किं स्वीकर्तव्यं तदिति पदेन गगनीयत्वं केवलं गगनीयत्वम् इति स्वीकर्तव्यं वा अस्तु तर्हि तद् इति पदेन गगनीयत्वं स्वीकुर्मः गगनीयत्वभाव अरविन्दम् अस्ति अरविन्दं सत्यं गगनीयत्व अभाववत् अरविन्दम् इति कृत्वा गगनीयत्व अभाववत्ता अरविन्दे अस्ति खलु गगनीयत्व अभाववत्ता अरविन्दे अस्ति तर्हि तादृशज्ञानं निश्चयमुद्रया तादृशज्ञानं निश्चयमुद्रया मुद्रा भवति वा तादृश अरविन्दं तादृश अरविन्दं तादृश अरविन्दं प्रतिबन्धकज्ञाने अस्ति प्रतिबन्धकज्ञानस्य आकारः कः गगनीयत्व गगनीयत्व अभाववान् अरविन्दः अभाववत् अरविन्दः अरविन्दम् खलु इति कृत्वा इत्युक्ते गगनीयत्व अभाववत्ता अरविन्दे अस्ति तर्हि तादृश अरविन्दं प्रतिबन्धकज्ञाने अस्ति प्रतिबन्धकज्ञाने कीदृश अरविन्दमस्ति अरविन्दं गगनीयत्व अभाववत् खलु तर्हि गगनीयत्व अभाववत्ता अरविन्दे अस्ति साक्षात् ज्ञानं दृष्ट्वा अस्माभिः वक्तुं शक्यते इति कृत्वा अग्रे पठतु अतः तद् अभाववत्ता निश्चयमुद्रा निश्चयस्य सुगमा निश्चयस्य अस्य सुगमा अस्य निश्चयस्य सुगमा इत्युक्ते समीचीनतया सङ्गच्छति अस्तु अग्रे अत्र च प्रमात्मकस्य प्रतिबन्धकज्ञानस्य विषयः गगनीयत्व अभाववत् अरविन्दम् हेत्वभासलक्षणे यत्पदेन गृह्यते तद् विषयकत्वेन निश्चयस्य अरविन्दं गगनीयत्व अभाववत् इति आकारकस्य परामर्शप्रतिबन्धकम् अस्ति इति तत्पदेन पुनः सः एव पदार्थः ग्राह्यः तत्त्वं तस्मिन् पदार्थे अस्ति इति दोषरूपहेत्वभासलक्षणसमन्वयः तर्हि इदानीं मुद्रा का इति अस्माभिः दृष्टं तर्हि इदानीं लक्षणसमन्वयः करणीयः हेत्वाभासस्य वदतु तर्हि अत्र किं लिखितमस्ति हेत्वाभास यद् विषयकत्वेन ज्ञानस्य अनुमिति प्रतिबन्धकत्वम् इति यत् लक्षणमस्ति यत् विषयकत्वेन ज्ञानस्य अनुमिति प्रतिबन्धकत्वम् तत्र यत् इति पदेन अत्र गगनत्वविशेषवासलक्षण यत् पदेन ग्राह्यते. तर्हि यत् पदेन गगनत्व अभाववत् अरविन्दम् गगनीयत्व अभाववत् अरविन्दम् इति हेत्वभास इति पदेन हेत्वभासस्य लक्षणं किं यत् हेत्वभासस्य लक्षणं यत् विषयकत्वेन ज्ञानस्य अनुमिति प्रतिबन्धकत्वं यद्विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तद्वत्त्वं खलु. अत्र यद्विषयकत्वेन इत्यत्र यत्पदेन किं ग्राह्यम् इति चेत् गगनीयत्व अभाववद् अरविन्दम् इति ग्राह्यम्. गगनीयत्व अभाववद् अरविन्दम् विषयः अस्ति खलु ओके प्रतिबन्धकज्ञानस्य विषयः प्रतिबन्धकज्ञानस्य विषयः तदेव अस्ति प्रतिबन्धकज्ञानस्य विषयः अस्ति तेन विषयेन एव तस्य प्रतिबन्धकत्वम् आगतं खलु इति कृत्वा यद्विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं गगनीयत्व अभाववद् अरविन्दम् इति विषयः अस्ति चेदेव प्रतिबन्धकत्वं तस्मिन् आगतं. प्रतिबन्धकत्वं निरूपितमस्माभिः प्रमात्मकत्वं निश्चयकत्वं समानविशेषता समानविशेषता अवच्छेदकः इति एतत् सर्वं निरूपितं तर्हि गगनीयत्व अभाववद् अरविन्दम् इति यत्पदेन ग्राह्यम् इति उक्तं तदेव उक्तम् अत्र यत्पदेन गृह्यते तद्विषयकत्वेन निश्चयस्य कीदृशनिश्चयः अरविन्दं गगनीयत्व अभाववत् इति प्रतिबन्धकज्ञानस्य आकारः इति आकारकस्य परामर्शप्रतिबन्धकम् अस्ति इति तत्पदेन पुनः सः एव पदार्थः ग्राह्यः. इत्युक्ते अत्र अनुमितिः न जायते वा नो चेत् परामर्शः एव न जायते वा इति प्रश्नः. तत्र निश्चयः कः परामर्शस्य एव न जायते परामर्शः एव न जायते खलु तर्हि प्रतिबन्धकज्ञानस्य परामर्श प्रतिबन्धकपरामर्शज्ञानस्य आकारः कः प्रतिबन्धकपरामर्शस्य आकारः गगनीयत्व प्रतिबन्धक गगनीयत्व अभाववत् अरविन्द इयं गगनीयत्व अभाववत् इयम् इदम् अरविन्दम् न सामान्य अत्र एतद् एतस्य प्रश्नस्य उत्तरं सत्यभामा भगिन्या उक्तं पूर्वमेव. परामर्शस्य सामान्य आकारः कः वह्निव्याप्य धूमवान् अयं पर्वतः एवम् अस्मिन् सन्दर्भे भवता वक्तव्यं वह्निव्याप्य धूमवान् अयं पर्वतः इत्युक्ते सौरभमपि उपयुज्य वक्तव्यं खलु परामर्शस्तरे एव अत्र क्लेशः अस्ति इति कृत्वा सौरभव्याप्य सौरभव्याप्य गगनत्व अरविन्दत्ववत् न एकनिमिषं महोदय अरविन्दत्ववत् सौरभव्याप्य अरविन्दत्ववान् इयं गगनारविन्द इदं गगनारविन्दम् इति ज्ञानं प्रतिबद्ध ज्ञानम् अस्ति. उत्तमं इदानीं मया अस्तु प्रतिबन्धक इदानीं प्रतिबध्यपरामर्शस्य आकारः भवता उक्तः प्रतिबन्धकपरामर्शस्य आकारः वक्तव्यः सौरभ व्याप्य अरविन्दत्ववान् अरविन्दत्ववत् इयं गगनारविन्द अभावः सौरभ अरविन्दत्व अभावः न अभावः केवलं गगनारविन्दम् इति यत् अस्ति तत्र एव क्लेशः अस्ति तर्हि गगनारविन्द कथं वक्तव्यम् सौरभव्याप्य अरविन्दवत् अरविन्दवत् इति मा वदतु अरविन्दत्ववत् अरविन्दत्ववत् गगनावरविन्द अभाववत् इति न बुद्धमहोदय न गच्छामि अस्तु अस्तु समीचीनम् अत्र एकमेव सोपानम् अग्रे गन्तव्यम् अस्तु मेहुल् महोदय भवान् प्रत्यं प्रयत्नं करोतु प्रथमं प्रतिबध्यज्ञानस्य परामर्शस्य आकारं वदतु मेहुल् महोदय हा महोदय श्रूयते खलु अधुना हा हा श्रूयते सुरभि सुरभियुक्त सुरभिव्याप्य सुरभिव्याप्य सौरभव्याप्य गगनीयत्व अष्टलक्षमितम् अरविन्दत्ववान् अयम् अरविन्द इदम् अरविन्दम् इति अरविन्दत्ववत् अरविन्दवत् समीचीनं नपुंसकलिङ्गं सौरभ सौरभव्याप्य अरविन्दत्ववत् इदम् इदम् अरविन्दम् इदं केवलम् अरविन्दम् इति वा गगनीय अरविन्दम् इति प्रतिबन्धकपरामर्शस्य आकार प्रतिबध्यपरामर्शस्य आकारः पुनः वदामि सौरभव्याप्य अरविन्दत्ववत् इदं गगनारविन्दम् इति प्रतिबध्यपरामर्शस्य आकारः अस्तु तस्य प्रतिबन्धकरूपपरामर्शस्य आकारः कः इति वक्तव्यम् इदानीम् सौरभव्याप्य अरविन्दत्व सौरभव्याप्य अरविन्दत्वभाव वत् नास्ति गगनी अरविन्दम् इति तु नास्ति हा समीचीनं सौरभव्याप्य अरविन्दत्ववत् किं किं भ्रमः कुत्र अस्ति भ्रमः तु पक्षे अस्ति पक्षे पक्ष अवच्छेदके अस्ति खलु पक्षविशेषणांशः नो चेत् पक्ष अवच्छेदकांशे तर्हि इदानीं वदतु तद् मनसि निधाय वदतु सौरभव्याप्य अरविन्दत्ववत् इदम् अरविन्दम् इति प्रमात्मक प्रतिबन्धक प्रतिबन्धकज्ञानस्य परामर्शः न सौरभव्याप्य अरविन्दत्ववत् अयम् अरविन्दम् इति नाम अरविन्दम् इति महोदय अत्र पक्षः अरविन्दम् इति नास्ति खलु गगनी अरविन्दम् इति प्रतिबन्धकज्ञाने हा अस्तु अस्तु तर्हि सौरभव्याप्य अरविन्दत्वभाववत् अयं न इत्युक्ते उभयत्र पश्यतु अत्र सूक्ष्मरीत्या चिन्तनीयम् अत्र वस्तुतः किमपि नास्ति सौरभव्याप्य अरविन्दत्ववत् इति इत्यत्र क्लेशः एव नास्ति. व्याप्यं व्याप्तिः अपि अस्ति, पक्षधर्मता अपि अस्ति खलु. तर्हि गौरवव्याप्य अरविन्दत्ववत् इति प्रतिबध्यपरामर्शे अपि तादृशमेव भवति, प्रतिबन्धकपरामर्शे अपि तादृशमेव भवति. परन्तु गगनीय पक्षविशेष्यांशे भ्रमः वक्तव्यः. तर्हि प्रतिबध्यपरामर्शस्य आकारः अहं वदामि, तदनन्तरं पृच्छामि. प्रतिबध्यपरामर्शस्य आकारः सौरभव्याप्य अरविन्दत्ववत् इदं गगनारविन्दम् इति चेत् प्रतिबन्धकपरामर्शस्य आकारः किं भवेत्? सौरभव्याप्य अरविन्दत्ववत् इदं अत्र गगन गगनत्व अभाव अरविन्द तदेव गगनीयत्व अभाववद् अरविन्दम्. गगनीय अभावत्व अरविन्दं सत्यं प्रमात्मकनिश्चय अभाववद् अरविन्दम् इति एव दोषः खलु. दोषः सत्यम्. इदानीं रमेशमहोदयेन बुद्धं बुद्धं खलु महोदय? आमां बुद्धं बुद्धं. गगनीयत्व अभाववत् अरविन्दम् इति पक्षः इति परामर्शः. तर्हि सौरभव्याप्य अरविन्दत्ववत् इदं गगनीय अरविन्दम् इति प्रतिबध्य परामर्शस्य विरोधी भवति सौरभव्याप्य अरविन्दत्ववत् गगनीयत्व अभाववद् अरविन्दम् इति. अभावः कुत्र योजनीयः इति चेत् पक्षस्य विशेषणे अरवे अभावः योजनीयः. रमेशमहोदय बुद्धं खलु? आं महोदय बुद्धम्. उत्तमं, तर्हि अग्रे पठतु. तदेव परामर्शप्रतिबन्धकम् अस्ति इति तत्पदेन पुनः सः एव पदार्थः ग्राह्यः गगनीयत्व अभाववद् अरविन्दम् इति एव ग्राह्यः. तत्त्वं तस्मिन् पदार्थे अस्ति इति दोषरूपहेत्ववाससमन्वयः. किञ्चित् प्रतिपादयतु. तत्त्वम् इत्युक्ते तर्हि दोषत्वं दोषः तत्त्वं तस्मिन् पदार्थे दोषः कः इति वदतु. दोषः इत्युक्ते गगनीयत्व विशेष्य अरविन्दं न अस्ति इति एव दोषः. किन्तु तादृशं वाक्यरूपेण न वक्तव्यम्, एकपदेन वक्तव्यं. मया लिखितं P5 इत्यत्र लिखितं मया. गगनीयत्व अभाववत् अरविन्दम् इति एव दोषः खलु. गगनीयत्व अभाववत् अरविन्दम् इति दोषः. तत् इति दोषः तत्पदेन स्वीक्रियते चेत् तद्वत्त्वम् तद्वत्त्वम् अरविन्द तद्वत्त्वम् इति वदतु. इदानीं तत्पदेन गगनीयत्व अभाववद् अरविन्दम् इति स्वीक्रियते चेत् तद्वत्त्वं वदतु. तद्वत् इति ज्ञानस्य आकारः अस्ति. न, अत्र तत्पदेन गगनीयत्व अभाववद् अरविन्दम् इति सङ्गृह्य तद्वत्त्वम् इति योजयित्वा वदतु, स्वशब्दैः वदतु. गगनीयत्व अभाववत् अरविन्दत्वं अरविन्दत्वम् इति एव अस्ति खलु महोदय? अत्र तत् इति पदमस्ति, वत् इति पदमस्ति, त्वम् इति पदमस्ति. तत्पदेन गगनीयत्व अभाव अरविन्दम् इति स्वीक्रियते चेत् तद्वत्त्वस्य आकारः कः? गगनीयत्व अभाव अरविन्दत्व अरविन्दत्वम् अस्ति अरविन्दत्वे न न अरविन्दवत्त्वम् इति वक्तव्यं तद्वत्त्वं खलु अरविन्दवत् अरविन्दवत् गगन अभाव अरविन्दवत् किमस्ति ज्ञानमस्ति महोदय प्रथमम् उच्चारयतु तदनन्तरं चिन्तयतु तद्वत्त्वं तद्वत्त्वम् इति अस्ति तर्हि तत्पदेन गगनीयत्व अभाववद् अरविन्दम् इति स्वीकुर्मश्चेत् गगनीयत्व अभाववद् अरविन्द योगः वत् योगः त्वम् इति मिलित्वा उच्चारणीयं गगनीयत्व अभाववद् अरविन्द वत्त्वम् इति भवति गगनीयत्व अरविन्द अभावव गगनीयत्व अभाववद् अरविन्द वत्त्वं कुत्र अस्ति तद्वत्त्वं तदेव खलु गगनीयत्वभाववद् अरविन्दे अस्ति तावदेव तद्वत्त्वं तदेव इत्युक्ते इदानीं दोषः इति गगनीयत्व अभाववद् अरविन्दम् इति दोषः दुष्टे आगन्तव्यं चेत् तद्वत्त्वं वक्तव्यं तादृशदोषः तस्मिन् अस्ति इति वक्तव्यम् तद्वत्त्वं तदेव इति कृत्वा गगनीयत्व अभाववद् अरविन्दवत्त्वं कुत्र अस्ति गगनीयत्व अभावद् वद् अरविन्दे अस्ति इति कृत्वा इदानीं दोषः दुष्टे आगतं तर्हि दुष्टत्वं निरूपितं भवति बुद्धं वा न बुद्धं महोदय तत् अरविन्द दोषः अरविन्दं गन्धय अरविन्दम् अभाववत् अरविन्दम् अरविन्दे अस्ति वा तादृश अरविन्दं तस्मिन् पदार्थे अस्ति तत्त्वं तस्मिन् पदार्थे अस्ति इत्यस्य अर्थः कः तत्त्वं तस्मिन् पदार्थे अस्ति दोषः तस्मिन् पदार्थे अस्ति इति न दोषः इति त्यजतु केवलम् अत्र तत्त्वं तस्मिन् पदार्थे अस्ति इति निरूपयतु गगनीयत्व अभाववत् अरविन्दम् अरविन्दे अस्ति इति वा तदस्ति एव न बुद्धं महोदय अत्र तद्वत्त्वं महोदय न तु तत्त्वम् अत्र केवलम् अत्र तद् अत्र प्रथमतया वत्त्वम् इति यदा पश्यामः चेत् गगनीयत्वाभाववद् अरविन्दत्वम् इति भवति वत्त्वम् इत्यनेन तर्हि तद् गगनीयत्वाभाववद् अरविन्दत्वं कुत्र अस्ति इति प्रश्नः सति तस्मिन् पदार्थे अस्ति इत्युक्ते गगनीयत्वाभाववद् अरविन्दत्वं तस्मिन् पदार्थे इत्युक्ते गगनीयत्व अभाववद् अरविन्दे अस्ति इति सत्यम् इति आगच्छति इति कृत्वा अस्ति इति दोषरूपहेत्वाभासलक्षणसमन्वयः लक्षणं किम् दोषरूपहेत्वाभासलक्षणसमन्वयः लक्षणं किं हेत्वाभासस्य यद्विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तद्वत्त्वम् इति लिखितमस्ति खलु तत्त्वं क्षम्यतां तद्वत्त्वं नास्ति तत्त्वम् इति लिखितमस्ति खलु तत्त्वमस्ति इदानीं गगनीयत्व अभाववद् अरविन्दत्वं गगनीयत्व अभाववद् अरविन्दे अस्ति इति कृत्वा दोषलक्षणस्य हेत्वाभासस्य लक्षणः लक्षणस्य समन्वयः एतावत्पर्यन्तं कृतम् अग्रे रमेश महोदय अग्रे पठतु दोषवत्त्वं नाम अहं मम अहं दोषं कृतवान् इत्युक्ते अत्र द्वितीयसोपानं प्रति गतवान् तत्त्वत्वम् इति तत्त्वं तावद् वक्तव्यं तदा एव दोषः समन्वयः भवति तदनन्तरं तद्वत्त्वं दुष्टे आगच्छति अग्रे पठतु महोदय रमेश महोदय तत्त्वं तस्मिन् पदार्थे अस्ति दोषरूपहेत्वभाससमन्वयः दोषवत्त्वेन हेतौ दुष्टवत् सम्पादनाय दोषवत्त्वेन हेतोः दुष्टत्वसम्पादनाय परं गगनीयत्व अभाववत् अरविन्दम् अरविन्दत्वं च इति समूहालम्बनं ज्ञानं आदाय एकज्ञानविषयप्रकृतहेत्ववच्छेदकं यत् अरविन्दत्वं तद्वत्त्वम् अरविन्दत्वहेतौ अस्ति इति तस्यापि दुष्टत्वनिर्वाहः कार्यः तत्र गगनीयत्व अभाववत् अरविन्दम् अरविन्दम् इति यत् ज्ञानमस्ति अरविन्दत्वं च इति समूहालनज्ञानमादाय अरविन्दत्वम् अपि अरविन्दत्वं अरविन्दत्वं तद्वत्त्वम् अरविन्दवत्त्वहेतौ अस्ति तर्हि अरविन्दवत्त्वौ हेतौ गगनत्व अभाववत् अरविन्दम् आनीतव्यं वा अत्र समूहल वस्तुतः अत्र समूहलम्बनस्य आवश्यकता एव नास्ति किमर्थमित्युक्ते विशेषम् खलु हा सत्यं विशेषं समाने समानं न अतिरिच्यते इति कृत्वा किन्तु सर्वत्र एतादृशं सः वदति इति कृत्वा अत्रापि कल्पयति गगनीयत्व अभाववद् अरविन्दम् अरविन्दं च इति समूहालम्बनज्ञां कल्प्य तत्र इदानीम् अरविन्दत्वमस्ति अरविन्दत्वम् अस्ति तद्वत्त्वम् अरविन्दत्वहेतौ अस्ति इति तस्यापि दुष्टत्वनिर्वाहः कार्यः इति उक्तम् तर्हि निगमनरूपेण एकं वाक्यं वदामि प्रथमम् अत्र दोषः कः इति वक्तव्यं दोषः अस्ति गगनीयत्व अभाववद् अरविन्दम् इति दोषः तदेव दोषः तादृश अरविन्दं यस्मिन् ज्ञाने अस्ति तत् प्रतिबन्धकज्ञानं भवति तदेव हेत्वाभासः भवति भो हेत्वाभासस्य लक्षणमिदानीं तादृश तद् यद्विषयक इति उक्तं खलु यद्विषयकज्ञानस्य अनुमितिप्रतिबन्धकत्वं तत्त्वं हेत्वाभासत्वम् इति उक्तं तर्हि हेत्वाभासत्वम् अस्मिन् उदाहरणे कुत्र अस्ति इति चेत् गगनीयत्व अभाववत् अरविन्दत्वे अस्ति हेत्वाभासत्वम् तदनन्तरं तादृश हेत्वाभासत्वं हेतौ आनेतव्यम् इति कृत्वा तत्र एकं समूह आलम्बनज्ञानं विकल्प्य गगनीयत्व अभाववद् अरविन्दत्वं च इति ज्ञानं कल्प्य तत्र अरविन्दत्वम् एकनिमिषं गगनीयत्व अभाव अरविन्दम् अरविन्दत्वम् इति अरविन्दत्वं च इति समूह आलम्बनज्ञानम् आदाय एकज्ञानविषयप्रकृतहेतुता अवच्छेदकं यत् अरविन्दत्वत्वम् इति एव समानविशेष्यता अवच्छेदकमस्ति खलु अरविन्द न समानविशेषता अवच्छेदकं तु अरविन्दत्वम् अस्ति उभयोः गगनीयत्व अभाव अरविन्दम् इत्यस्य अवच्छेदकः कः गगनीयत्व अभाववत् अरविन्दत्वम् इति तदनन्तरम् अरविन्दत्वम् उभयत्र अरविन्दत्वम् अस्ति इति कृत्वा एकज्ञानविषयकप्रकृतहेतुता अवच्छेदकं यत् अरविन्दत्वत्वं तद्वत्त्वम् अरविन्दत्वत्वं कुत्र अस्ति अरविन्दत्वे अस्ति इति कृत्वा अरविन्दत्वहेतौ अस्ति तर्हि अत्र गगनारविन्दं सुरभि अरविन्दत्वात् इत्यत्र अरविन्दत्वं यद् हेतुः अस्ति तस्मिन् हेतौ दुष्टत्वं सम्पादितं कथं दुष्टत्वं सम्पादितम् इति चेत् अरविन्दत्वत्वम् अरविन्दत्वे अस्ति तादृश अरविन्दत्वत्वं कस्मिन् ज्ञाने अस्ति गगनीयत्व अभाववत् अरविन्दम् अरविन्दत्वम् इति ज्ञाने अरविन्दत्वत्वम् अस्ति इति कृत्वा अन्ततो गत्वा गगनीयत्व अभाववत् अरविन्दम् इति विषयः हेतौ सम्पादितः भवति तादृशविशेषणं हेतौ सम्पादितः भवति एक आलम्बनज्ञानं कल्प्य तर्हि अत्र समूह आलम्बनज्ञानस्य आवश्यकता अस्ति समूह आलम्बनज्ञानस्य आवश्यकता अस्ति किमर्थम् इति चेत् गगनीयत्व अभाववद् अरविन्दम् अरविन्दे किमस्ति अरविन्दत्वम् अस्ति किन्तु अरविन्दत्वे अरविन्दत्वत्वमेव अस्ति न तु अरविन्दत्वम् इति कृत्वा समूह आलम्बनज्ञानम् अत्र करणीयमेव सर्वैः बुध्यते वा इति न जाने कः क्लेशः इति सर्वैः निश्चयेन अवगन्तुं शक्यते किन्तु तदनन्तरं हेत्वाभासलक्षणसमन्वयः कथं करणीयं तदनन्तरम् अत्र हेत्वाभासत्वं कथम् आगतं तदनन्तरं तादृशहेत्वाभासत्वं दोषवत्त्वं दुष्टे कथं सम्पादितं तदर्थम् अत्र समूह आरम्भज्ञानम् एकं कल्पितम् इति अत्र उक्तं दुष्टत्वनिर्वाहः कार्यः इति किं सत्यभौम भगिनी अवगच्छति किम् महोदय आम् अवगच्छामि यतोहि अरविन्दम् इति हेतुः अस्ति तस्मिन् इदानीं गगनीयत्व अभाववत् इति पुनः तदेव प्रश्नं करोति दोष अरविन्दत्वम् इति हेतुः अस्ति तत्र त्वप्रत्ययः कृपया मा त्यजतु तस्मिन् हेतौ इदानीं गगनीयत्व अभाववत् अरविन्दम् इति अपि दोषः आनीतं खलु तदेव दोषः खलु सत्यं गगनीयत्व अभाववद् अरविन्दम् इति दोषः अरविन्दत्वम् इति हेतौ आनेतव्यम् इति कृत्वा तत्र किं कृतम् तत्र ज्ञानमेकं कृतं तेन समूह आलम्बनज्ञाने समूह आलम्बनज्ञानस्य आकारः कः गगनीयत्वाभाववत् अरविन्दम् अरविन्दं च इति अरविन्दत्वं च इति क्षम्यता अरविन्दत्वं च अस्तु तर्हि एकज्ञानविषयप्रकृतहेतुता अवच्छेदकम् इत्यस्य प्रतिपादनं करोति वा एकज्ञानप्रकृतहेतुता आवश्यकम् अवच्छेदकम् इत्युक्ते प्रकृतहेतुता अवच्छेदकम् इत्युक्ते अस्मिन् ज्ञाने विषयः अस्ति गगनीयत्वाभाववत् अरविन्दम् इति तस्य अवच्छेदकम् अस्ति अरविन्दत्वम् पुनः विषये प्रकारः अरविन्दम् अस्ति तस्यात् अरविन्दत्वम् अस्ति तस्य अपि विशेषम् अवच्छेदकम् अस्ति अरविन्दत्वम् अस्ति अत्र तयोः मध्ये वेदज्ञानक्षेत्र उदाहरणविच्छेदकं यते अरविन्दत्वं तद्वत्त्वं कुत्र अस्ति इति चेत् अरविन्दत्वे अस्ति अधः तादृशहेतुः दुष्टः इति निरूपितः. अस्तु, मेहुल् महोदय एकवारं प्रतिपादयतु. आम् महोदय, अत्र गगनीयत्व अभाववत् अरविन्दत्वम् इति दुष्ट इति दोषः अरविन्दत्वे अरविन्दत्वे आनेतव्यम्, एतौ आनेतव्यं, तर्हि तत् अतः एव अत्र एकः समूह आलम्बनं ज्ञानं स्वीकृतं. तस्य तस्य आकारः अस्ति गगनीयत्व अभाववद् अरविन्दम् अरविन्दत्वं च इति. तर्हि अस्मिन् ज्ञाने विषयद्वयमस्ति, एकमस्ति गगनीयत्व अभाववद् अरविन्दं, द्वितीयमस्ति अरविन्दत्वम् इति. तर्हि प्रथमविषये प्रकारता अस्ति, प्रथमविषये अवच्छेदकम् अस्ति गगनीयत्व अभाववत् अरविन्दत्वम् इति. तस्मिन् तद् अवच्छेदकं न, तादृशं न चिन्तनीयं महोदय. इदानीम् एकज्ञानं किं, तत्रैव क्लेशः मयापि कृतः अस्ति, ततः किञ्चित् भ्रमः जातः. इदानीं समूह आलम्बनज्ञानस्य आकारः कः? गगनीयत्वाभाव अरविन्दं, गगनीयत्वाभाववत् अरविन्दम् अरविन्दत्वं च इति एकज्ञानं खस्तु अस्ति खलु, समूहम् एकज्ञानम्. तर्हि अस्मिन् ज्ञाने मुख्यविशेषः कः? अरविन्दत्वम् इति अस्ति खलु मुख्यविशेषः इति द्रष्टव्यम्. अस्तु, अरविन्दत्वम् इति अरविन्दत्वमेव मुख्यविशेषः. यतो नीलोघटः तथा अत्र अरविन्दत्वमिति मुख्यविशेषः. तस्मिन् अरविन्दत्वे गगनीयत्व अभाववद् अरविन्दम् अरविन्दत्वम् इति एकज्ञानविषये अरविन्दत्वम् इति अवच्छेदकः अस्ति. तादृश अवच्छेदकः प्रकृतहेतौ अपि अस्ति. अरविन्दत्वम् इति हेतौ अपि अरविन्दत्वम् अस्ति इति कृत्वा गगनीयत्व अभाववद् अरविन्दम् अरविन्दत्वम् इत्यत्र अरविन्दत्वम् इति एकज्ञानविषये प्रकृतहेतुता अवच्छेदकं यत् अरविन्दत्वं तत् तद्वत्त्वम् अरविन्दत्वे प्रकृतहेतौ अस्ति इति कृत्वा दुष्टत्वं तस्मिन् सम्पादितं भवति इति उक्तम्. तस्मिन् इत्युक्ते अरविन्दत्वे इति प्रकृतहेतौ दुष्टत्वं सम्पादितं भवति इति उक्तं समूह आलम्बनज्ञानं कल्प्य. अस्तु, समयः जातः, अत्र स्थगेम. किन्तु गृहपाठरूपेण सर्वे कुर्वन्तु, इत्युक्ते अत्र दोषत्वस्य हेतोः समन्वयः इति R5 मया न लिखितमस्ति, तदपि स्थापनीयं, तदपि स्थापयन्तु कृपया. अस्तु, अत्र स्थगेम. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.